नमस्कारः, लृट् लकारः इति करपत्रम् अनुवर्तते. तर्हि अतिदेशः इति भागम् एकवारं पुनस्मरणं कृत्वा अग्रे गच्छामः. तत्र गाङ्ग् अतिदेशः कः इत्युक्ते किम् अस्ति इति वक्तुमिच्छति वा? तदनन्तरं गाङ्गुटादिव्यूनिन्यति इति पश्यामः. अतिदेश इत्युक्ते यः सूत्रस्य स्वभावः अस्ति, तत् यदि परिवर्तनं भवति तत् अतिदेश वदामः. परिवर्तनं सामान्य अतिदेश यदि यथा अस्ति कित् ङित् इति भवति या अकित् भवति इति, सामान्यतः ये त्रीणि यदि परिवर्तनं भवन्ति तत्र अतिदेशव्यवहारः इति वदामः, अतिदेशसूत्रम् इति भवति. उदाहरणम् अस्ति सामान्य अतिदेशसूत्रं यत् वयं सार्वधातुकप्रक्रियायां कृतवन्तः तत् आसीत् सार्वधातुकम् अप्यत् यत् अस्ति. अनेन सूत्रेण किं भवति, यत् सार्वधातुकसूत्रम् अस्ति तत् कित्वत् आरोप्यते, यदि यदा कित्वत् आरोप्यते तत् ङिति च सूत्र अनेन गुण वा वृद्धिः बाधिता भवति इति भवति सार्वधातुकमपि. तथैव आर्धधातुकं प्रक्रियायां वयं त्रीणि सूत्राणि दृष्टवन्तः, गाङ्कुटादिभ्यो निक्ति विजय विभाषाणो. एते अपि सामान्यसूत्राणि इति वदामः, विशेषसूत्राणि तदनन्तरम् आगच्छन्ति इति. प्रथमाध्यायस्य द्वितीयपादे पञ्चमसूत्रम् आरभ्य, किन्तु एते गाङ्कुटादिभ्यो निक्ति विजय विभाषाणो इति सामान्यसूत्राणि सन्ति. तो अहं प्रथमं स्वीकरोमि. गाङ्कुटादिभ्यो ञन्निति इति अस्ति. गाङ् इति इङ् धातोः यदि गाङ् आदेशः भवति, कुटादिभ्यो मीन्स् कुटादिगणे ये कुटादिगण अन्य अन्य इट् मीन्स् अन्यत् न भवेत्, अन्यत् न भवति, अन्यत् इति नैतत्पुरुषसमासः अस्ति. ङित् ञित् न भवेत्, ङित् इति भवति, ङित् तत्र ङित् अतिदेश इति ङित् भवति, ङित्वत् भवति. इत्यस्ति इङ् धातोः स्थाने या गाङ् धातु, तस्मात् च कुटादिगणेभ्य धातुभ्य ञित् भिन्नप्रत्यय ङित्वत् भवति. इदानीं यदि वयं कीदृशप्रतिषेध अत्र आगच्छति, ञित् ञित् भिन्नप्रत्यय भवेत्. अत्र विधिः अपि अस्ति ङित्वत् भिन्नप्रत्ययविधिः, तु अत्र परिदासप्रतिषेधः इति वदामः. उदाहरणं कोटादिगणे इति यथा गु यदि वयं स्वीकुर्मः, गु इति कुटादिगणीयधातुः अस्ति. कुटादिगणीयधातवः पञ्चत्रिंशत् धातवः सन्ति, ते सर्वे तदादिगणे धातवः आगच्छन्ति. पञ्चत्रिंशत् सूत्र धातवः तेषाम् एकं विहाय श्रु इति अहं चिन्तयामि, विहाय चतुरत्रिंशत् धातवः इति अत्र स्वीकृतं सन्ति. कारणं कि तत् श्रु यद् धातुः अस्ति तस्य अन्ये विशेष सूत्रम् आगच्छति तस्य कृते, इदानीं न स्मरामि. किन्तु ये यदि गु इति वयं चिन्तयामः, गु योग इति कुटादिगणे अस्ति, आर्धता अस्माकं लिट् लकारस्य प्रयोग पाठं च प्रचलन् अस्ति. तु गु योगस्यति, इदानीं स्यति इति आर्धधातुकप्रत्ययः अस्ति, सकार आदौ अस्ति. सो अनेन आर्धधातुके बलादे अनेन इडागमः भवति, इष्यति इति आगच्छति. आर्धधातुकप्रत्ययः यदि अस्ति सार्वधातुक आर्धधातुकप्रत्ययो अनेन प्रसक्तिः भवति गुणकार्यस्य. किन्तु गाङ्कुटादिभ्यो ङिति इति ङित् ङित् ङित् भिन्नप्रत्ययः अस्ति, स्यति न ङित् अस्ति न ङित् अस्ति, अतः अत्र गुणकार्यं न भवति. तु गु योग इष्यति इति भवति. तदनन्तरं अचिष्णु अचिष्णु किं नास्ति अचिष्णु अचिष्णु भ्रुवां योर्मङ्गो सूत्रेण गुस्थाने उवङ् आदेशः भवति गुवीक्ष्यति इति रूपं भवति अनेन. साधु भगिनी, यदि गाङ् इति वयं स्वीकुर्मः गाङ् धातु तो गाङ् इति तु अदादिगण्य धातु अस्ति. साधु इङ् धातु अदादिगण्य धातु अस्ति. तो गाङ् योगस्यति रूपं किम् आगच्छति तत्र? तदेव भगिनी, गाङ्क्ष्यति इति भवति. गाङ्क्ष्यति इति रूपं तु अहं न पश्यामि एव, कुतः इति न जाने. गाङ् गतौ गाङ् साक्षात् गाङ् गतौ इति धातुः पश्यामि, किन्तु यत्र तत्र इङ् धातोः स्थाने गाङ् आदेशः इति उक्तमस्ति खलु, तादृश तु अस्माकं तत्र अष्टाध्यायी डाट् काम् मध्ये साधितमेव. भवती दृष्टवती वा गाङ् आदेशः तु अहं केवलं एस्पेशलि तत्र किम् अस्ति दृट् लकारे न पश्यामि, अन्यथा तु तत्र अद्यगीष्ट इति गाङ् आदेशः लुङ् लृङ्गोः इति लुङ् लकारे लृङ् लकारे तु पश्यामि, किन्तु न तु लृट् लकारे न पश्यामि एव. अधुना अस्माकं लृट् लकारः प्रवर्तते खलु, अहं मन्ये तदर्थमेव महोदयेन न दत्तं. किमर्थम् इत्युक्ते तत्र तादृश आदेशः लृट् लकारे न विद्यते. इङ् धातोः स्थाने गाङ् आदेशः तु केवलं लुङ् लकारे लृङ् लकारे एव विधीयते, अत्र न विद्यते इति कृत्वा एव लृट् लकारे न विधानं न भवति. लृङ् लकारे रूपं कः अस्ति? धातु खलु इङ् इति एव धातुः इङ्गातोः गाङ् आदेशः अत्र भगिनि गाङ्कुटाद्योभ्यो निन्यत् इति विधायकसूत्रं नास्ति. इङ्गातोः लकारे अध्येष्यते रूपम् अत्र तु विधायकसूत्रं नास्ति. अत्र तु केवलम् अतिदेशः यदा विधानं भवति तदा अतिदेशः जायते इति एव तत्र सूत्रं वदति. किन्तु कुत्र विधानम् इति पश्यामः चेत् विधायकसूत्रं गाङ् तत्र लुङ् लृङ्गसूत्रम् आगच्छति. विधायकसूत्रकारे तु न विधानं न भवति. अस्तु अस्तु, विकाशा लुङ् लृङ्गोः इति सूत्रेण केवलं लुङ् लकारे लृङ् लकारे विकल्पेन विधीयन्ते. केचन आर्धधातुकप्रत्ययाः सन्ति यत्र गाङ् आदेशः आगच्छति. विशेषसूत्रम् अत्र तु सः भागः अत्र विषयान्तरम् अस्ति. अस्तु अस्तु इति कृत्वा अहम् अष्टाध्यायी न दृष्टवती, किन्तु मनसि इति चिन्तवती. आदौ तु भ्रमः जातः, किमर्थं न अष्टाध्यायी डाट् काम् मध्ये किमर्थं न प्रदर्शितम् इति भ्रमः जातः. तदनन्तरम् अस्ति भगिनि, प्रदर्शितमस्ति यदि अष्टाध्यायी डाट् मध्ये मध्ये भवान् इङ् इति धातोः उपरि लकारे नास्ति खलु तदेव लिट् लकारे लिट् यथा अस्माकं पाठे उच्यते लिटि लुङ्गि लृङ्गि लृटि नास्ति लिट् लुङ् लृङ्ग्. अधुना विषयान्तरम् अस्ति खलु, अत्र अस्माकं लिट् लकारस्य विवक्षा नास्ति खलु, अस्माकं केवलं लृट् अस्ति, परन्तु लृटि एष प्रक्रिया नास्ति. अधुना वयं चर्चा तस्मिन् विषये नास्ति खलु इति कृत्वा एव महोदयेन अत्र उदाहरणानि न प्रतिपादितानि इति वदन्ति अस्मि. किमर्थमित्युक्ते अस्मिन् तत्र सामान्यतया त्रीणि सूत्राणि सन्ति येन तत्र अतिदेशः जायते. सर्वत्र तत्र बर्ड्स् ऐ व्यू मध्ये आर्धातुकप्रक्रिया अस्ति चेत् यु हाव् टु थिङ्क् अबौट् इट्, बट् हियर् इन् लिट् लकार देर् इस् नो विधानम् इति कृत्वा तत्र एतस्य प्रवर्तनं न भवति. अस्तु, किन्तु तत्र कुटादिगणे गणेभ्यः धातुभ्यः भवति वा, अन्यकुटादिगणेभ्यः भवति वा इति कुट् धातोः विषये पश्यामः. कुटादिगणे गाङ्ग इति इङ्ग् धातु नास्ति, केवल तुदादिगणीयधातवः सन्ति कुटादिगणे. कुटादिगणेभ्यः धातुभ्यः निन्निभिन्नप्रत्ययः निद्वद् भवति इति उक्तमस्ति खलु तत्र. तर्हि तत्र तु अस्य सूत्रस्य प्रवृत्तिः जायते खलु. ये धातवः कुटादिगणे सन्ति तेषां प्रति सूत्रस्य प्रसक्तिः भवति. साधु न भगिनि, न तत्र न मम प्रश्नः अस्ति. कुट् इति धातुः अस्ति, कुट् धातोः लिट् लकारे अस्य प्रवर्तनम् अस्ति वा इति. ओ भवेत् साधु. हा तदेव, पुगन्धलघुपदस्य प्रसक्तिः न भवति इति कुट् रोगस्यति तिष्ठति. अस्य प्रसक्तिः अस्ति इति कृत्वा तत्र तु भवति. विषयः विषयान्तरम् अस्ति, गाङ्गि विषयान्तरम् अस्ति, किन्तु कुटादिभ्यः इति भागः यः अस्ति सः तु तत्र अस्य लृट्लकारे प्रवर्तते तस्य कार्यम् अस्तु इति कृत्वा तत्र कुट् प्लस् इस्य प्लस् ते तत्र किम् अस्ति कुटिष्यति इति भवति. कुटिष्यति इष्यति आगच्छति, कुटिष्यति कुटिष्यति. भुगञ्चलघुपदस्य इति बाधा भवति सूत्रस्य समीचीनम्. अग्रे गच्छामः. अग्रे कः वक्तुमिच्छति? तत्र सर्वे भगिन्यः सन्ति. भवन्ती याम् आहूतवती, याम् आहूतवती न न कोऽपि वदतु. तत्र तत्र विजया भगिनी वक्तुमिच्छति वा? भगिनी भवती बहुकालात् अनन्तरं, गतसप्ताहे मम दोषः जातः भगिनी, क्षम्यताम्. अहं तु समयपरिवर्तनस्य विषयं न सूचितवती इति कृत्वा भगिनी आदौ एव आगत्य प्रतीक्षां कृत्वा प्रतिगतवती. विमला भगिनी वक्तुं नमस्कारः. भगिनी भवती वक्तुमिच्छति वा अग्रिम नीति किम् अस्ति द्वितीयसूत्रं विजयेत् इति? आम् आम् भगिनि, पुनस्मरणार्थं वदतु भगिनि विजयेत् इति अस्मिन् विषये. विजयेत् इति अत्र सङ्गणके किञ्चित् श्लोकमस्ति. एकं तर्हि अहं पठामि वा अग्रिम सुदादिगणीय विज् धातु अस्ति. अत्र इडगमस्य यत्र इडादि भवति तत् स्थाने प्रत्ययविषये अत्र नित्वत् भवति इति, अतः तत्र गुणनिषेधः भवति. एतदेव विजयुत सूचयति, तावदेव खलु महोदय? अन्यथा तु तत्र तत्र विमला भगिनी वदति वा? तत्र गते सप्ताहे चर्चितं खलु अस्माभिः, भवत्या एव सूचितमपि वदतु भगिनि. आं भगिनि, अत्र तुदादिगणीयविज् धातुः तस्य अन्तिमरूपं विजिष्यति इति दत्तमस्ति. एष विज् धातुः रुधादिगणे अस्ति, यः परस्मैपदी. तुदादिगणीयविज् धातुः आत्मनेपदी अस्ति, तेन कारणेन तस्य रूपं विजिष्यति इति भवेत्. महोदय उक्त मया वर्गे प्रश्नं कृतं, महोदय उक्तवान् मातुः पृष्ट्वा तस्य पश्चादेव सः यदि किञ्चित् समीकरणं करोति इति. तदेव तेन उक्तम्. भवती किमस्ति इत्युक्ते विजया भगिनी, त्रीणि विज् धातवः सन्ति, तत्र तेषु एकः एषः धातुः विज् भव भयचलनयोः इति तुदादिगणीयः धातुः अस्ति, तस्य एव अत्र उल्लेखः अस्ति तत्र अस्ति. तदनन्तरं यथा भगिनी उक्तवती तत्र तु आत्मनेपदी भवेत् इति तत्र प्रायः भवेत्. तत्र महोदयेन परस्मैपदीरूपेण दत्तमस्ति, तत्र महोदयः परिवर्तयिष्यति. उदाहरणं तस्मिन् गणे विज् धातु इति अन्यत् यत् अस्माकम् आवल्याम् अस्ति. अन्यत् इति पठितं, किन्तु तत्र किम् अस्ति यत्र इडादवः जकारान्तधातु यत्र सन्ति अत्र भगिनी अत्र यत् अन्यदातवः अन्ये विद्युदातवः तत्र अनिटः भवन्ति खलु एषः विद्युदातः अस्तु विज्धातुः यत् जुहोत्यादिगणे यः विज्धातुः अस्ति तत् अनिट् अस्ति तुदादिगणे यः विज् सेट् अस्ति तथा एव रुधादिगणीयः अपि सेट् अस्ति यः विज्धातु अस्माकम् आवल्यामस्ति तत् जुहोत्यादिगण गणे अस्ति तत् अनिर्धातु जुहोत्यादिगणे गणस्य अपि च वेवेक्ति हा कर्तरि वेवेक्ति लृटि वेक्ष्यति इति रूपम् जुहोत्यादिगणस्य अत्र तु यत्र विजिधातुः अस्ति तत्तु विजिष्यते इति इडागमः जायते इति कृत्वा विजिष्यते इति भवति अनन्तरं यः तत्र रुदादिगणीय तस्य तत्र तु विजिष्यति इति परस्मैपदी अस्ति इति समानधातुः अस्ति तथापि तत्र गणभेदः अपि नास्ति आर्धातुकप्रक्रियायां तथापि अनित् इति भेदः तदनन्तरं तत्र यत्र गुणनिषेधः विजयत् इति कृत्वा तत्र त्रयाणामपि रूपभेदः लट्लकारे भिन्नं भवति अनित् सेट् इति कृत्वा कः वक्तुमिच्छति विभाषा अर्णोः इति अरुणा भगिनी वक्तुमिच्छति वा भगिनि ऊर्णुधातुतः विद्रियमान इडादिप्रक्रियः विकल्पेन निर्वत् भवति केवलम् अनुवर्तिसूत्रं पठामि भगिनि ऊर्णुः ऊर्णोः इट् नित् भाषा अत्र अतः अतः रूपद्वयमस्ति प्रथमम् ऊर्णु युग इष्यति नीति त्रिनीति च इति सूत्रेण गुणनिषेधं भूत्वा ऊर्णु इष्यति अचिष्णुधातु ब्रुवामि ओ यङ् ओङ्गौ इत्यनेन अङ्गस्य उकार आगच्छति अतः रूपमस्ति ऊर्णु इष्यति ऊर्णुविष्यति निद्वत् अपक्षये ऊर्णु इष्यति ऊर्ण्याष्यति ऊर्णुविष्यति यतो यावयवः सूत्रेण ऊर्णविष्यति ऊर्णाविष्यति इति रूपम् विच् इतः विभाषोर्णोः इति द्वे सूत्रे सार्वधात्विकप्रक्रियां किमर्थं न भवति द्वे अपि सूत्रे इडागम अवलम्ब्य कार्यं कुरुतः च इडागम सार्वधात्विकप्रक्रियं न भवति अत्र संशयमस्ति विच् इत् विभाषोर्णोः किमर्थं सार्वधातुकप्रक्रियं न वर्तते इत्युक्ते इडागमसार्वधातुकप्रक्रियं न भवति अतः न वर्तते इति नृत्वकारस्य अतिदेशकार्याणि समाप्तानि त्रीणि अपि सूत्राणि सामान्यानि अग्रे गत्वापि अर्धधातुकप्रक्रियायां सर्वत्र येषां प्राप्तिर्भवति तर्हि एतावत् अस्माभिः दृष्टं यत् एकचारं यदा तिङ्प्रत्ययः सिद्धाः तदा धातुप्रत्ययो मध्ये सामान्यकार्यस्य साधनार्थं पूर्व त्रीणि कार्याणि द्रष्टव्यानि अत्र संक्षेपया उक्तमत्र आजातकप्रत्ययः वां प्रथमं सिद्धतिङ्प्रत्ययोगः धातुः अस्ति चेत् सामान्यकार्यं भवति. पूर्वं धात्वादेशः इदमस्ति, धात्वादेशः प्रसङ्गवशात् धातोः आकृति तु न परिवर्तनीया. अत्र धात्वादेशः स धातु भिन्नधातु अत्र आगच्छति. यदागमः धातोः यदागमदृष्ट्या मूलस्वभावः कः, अपि च विद्यमानप्रत्ययस्य अत्र स्या प्रत्ययस्प्रभावे अनिधातुः सेतु न जायमानः, न वदतं भगिनि, अथवा प्रत्ययस्य प्रभावेन सेत् धातुः वेत् न जायमानः, न वक्तुं न शक्नोमि भगिनि अत्र किं भगिनि किं किं न अवगतं प्रश्न. धातोः यदागमदृष्ट्या मूलस्वभावः कः, मूलस्वभावः धातुतः अपि च विद्यमानस्य विद्यमानप्रत्ययस्य प्रभावेन अनिर्धातुः सेत् तु न जायम् सेत् तु न जायमानः, अथवा प्रत्ययस्य प्रभावेन सेत् धातुः तु वेत् न जायमानः इति. मूल सामान्यतया धातोः मूलस्वभावः कः इति तत्र धातुः ओके धातोः मूलस्वभावः कः ओके इडागमदृष्ट्या मूलस्वभावः तत्र किम् उक्तमस्ति इति मम तु एवम् अवगमनमस्ति. इडागमः यत्र जायते तत्र तेन तु मूलस्वभावः इति चेत् वा अनिट् वा भवतु, इडागमः जायते चेदपि प्रत्ययस्य आगमः इति कृत्वा तत्र आर्धधातुके प्रत्ययः एव भवति इति कृत्वा तत्र गुणधर्म तत्र गुणकार्यं तु गुणवृद्धिकार्याणि भवन्ति एव खलु. यद्यपि इडागमः भवति गुणवृद्धिकार्याणि भवन्ति तत्र, अपि च विद्यमानप्रत्ययस्य प्रत्ययस्य प्रभावेन अनिर्धातुः सेट् तु न जायमानः इति. तत्र कदाचित् प्रत्ययस्य अपि विधानेन तत्र कुत्रचित् केषाञ्चन प्रत्ययानां विषये तत्र तत्र अनिर्धातुः कदाचित् सेट् भवन्ति, अनन्तरं सेट् धातुः अनिट् भवति, नो चेत् वेट् भवति इति भवति खलु प्रत्ययम् अवलम्ब्य. भगिनि उदाहरणार्थं गम् धातुः अनिट् अस्ति परन्तु परस्मैपदे स्य प्रत्ययस्य परे सेट् भवति, तथा एव सेट् यत् सेट् धातवः सन्ति कृत च्रत च्रद थृद नृद इति ते स्वभावतया सेट् सन्ति, परन्तु सूत्रेण स्य प्रत्ययस्य से सिचि इति भाति अनिट् भवन्ति वा इति इत्युक्ते सेट् च अनिट् च वेद् भवति इति मम स्मरणं. तदनन्तरं तर्हि अनिट् सेट् भवति भवति तथा सेट् अनिट् भवति वा दातुम् अवलम्ब्य सेट् सेट् टु अनिट् कृते क्लिप् दातु अस्ति, क्लिप् दातु यदि कासि क्लिपि च अस्ति तत्र परस्मैपदी इदागमनं भवति, अपि वृद्ध वृद्ध वृद्ध श्रुद्ध ते चत्वारः धातवः सन्ति ते अपि समानप्रक्रिया भवति तत्र न वृद्धस्य न वृद्धचतुर्भ्यः तत्र परस्मैपदी इदागमनं भवति, किन्तु ते स्वभावतः आत्मनेपदी धातवः सन्ति तत्र इदागमः अस्ति, ते स्वभावतः सेट् सन्ति वृद्ध श्रुद्ध वृत् इति धातवः ते सूत्रमस्ति साधु वृद्ध वृत् तत्र इदागमः गच्छति. समीचीनं भगिनि, उत्तमं भगिनि, सम्यक् स्मारितवती. अनन्तरं हन् विदोश्च तत्रापि स्य परे तत्र इदागमः आगच्छति यथा गमिष्यति गमे ऋतश्च तत्र अस्ति परस्मैपदी यथा विमला भगिनी उक्तवती गम् धातु स्य प्रत्यये परे अस्ति तु इदागमः भवति, तथैव हन् ऋधौ अनेन अपि वयं दृष्टवन्तः स्य परे अस्ति हन्दोस्य तत्र हनिष्यति इति भवति स्वभावतः हन्धातु अन्यट् अस्ति हन्ता वयं वदामः हन्ता हन्तव्यं हन्तुं किन्तु हनिष्यति भवति स्य परे अन्यत् भगिनि स्टेट् दातु वेट् भवति समये के दातु उदाहरणमस्ति भगिनि अधुनैव तत्र विमला भगिनी उदाहरणम् उक्तवती खलु भगिनी वदति वा भगिनि किं भगिनि अत्र सेट् भ्रातुः अनिट् भवति वेट् वा पुरा दृष्टवान् भगिनि अन्यथा मया किमपि भवती एव अधुना उक्तवती खलु उक्तवती से सिचि कृतच्रतच्रद त्रद नृत पञ्चभ्य धातुभ्य सिच् भिन्न सकारादि आर्धदातुकप्रत्ययस्य विकल्पेन डागमं भवति इत्युक्ते ते स्वभावतया सेटः परन्तु अत्र वा इति विकल्पेन इति वदनेन इडागमः आक्चुलि न भवति तदेव मया पृष्टं पूर्वतमवर्गे स्वभावतया ते सेटः सन्ति चेत् अस्य उल्लेखः एवं भवेत् खलु विकल्पेन इडागमः न भवति इति यतोहि ते इडागमः भवति एव स्वभावे स्वभावतया परन्तु स्य सेसिचि इडागमः न भवति विकल्पेन इडागमः इडागमः भवति इति उक्तव्यं न भवति इति मम मनसि अस्ति तेन कारणे एतेभ्यः धातुभ्यः बेड् आगमः भवति इति काशिकायां दत्तमस्ति ते वेट् भवन्ति स्वभावतया सेट् परन्तु वेट् भवन्ति इत्युक्ते तेषाम् इडागमः अनिट् अनिट् अनिट्त्वमपि अस्ति इति कुत्र दृष्टवती भगिनि से सिचि कृत च्रत च्रद त्रद नृत इति उपरि उपरि गमिष्यति चेत् रद्धनयोः से इति प्रथमं सूत्रं तस्य पश्चात् से सिचि हा 7257 इति अस्माकं पाठे एव दत्तमस्ति महोदयेन लिखितं पञ्चभ्यः धातुभ्यः शिशुभ्यः सकारे अप्रत्ययस्य विकल्पेन इडागं भवति इति काशिकायामपि तदेव दत्तमस्ति विकल्पेन इडागं भवति इति तेन ईदृशम् उक्तमिति कृता भाति महोदय महोदयेन तदेव लिखितं काशिकायाम् अत्र पाणिनीयम् सूत्रे किम् उक्तं चेत् वेट् एव आगमः भवति इति अथवा अनीट् अपि भवति सेट् अपि भवति इति सर्वत्र तदा तत्र इट् केन् हेपन् इन् ऐदर् आफ् द डैरेक्षन्स् सेट् केन् बिकम् अन् अनेट् आर् अनेट् केन् बिकम् सेट् आर् सेट् केन् बिकम् अ वेट् आर् अनेट् केन् बिकम् अ वेट् महोदय भगिनी अत्र मया एतत् विज इट् इति अत्र किञ्चित् क्लेशः अस्ति खलु मातुः विषये किं दत्तम् इति मया अत्र ईमेल् द्वारा प्रेषितम् अत्र किञ्चित् पश्य द्रष्टुं शक्यते वा न भगिनि यू आर् नाट् शेरिङ्ग् योर् स्क्रीन् पटलं नाट् ईमेल् द्वारा एव मया प्रेषितं भवत्याः कृते ओ मां प्रेषितवती वा अस्तु अस्तु तत्रैव लृट्लकाररूपं न दत्तमस्ति खलु भगिनि तदेव महोदय पृष्ट्वा वदामि इति उक्तवान् किमपि न दत्तमेव तुम्मन् तव्यत्रचित् एव दत्तमस्ति तर्हि महोदय तस्मिन्नेव विषये महोदय तत्र महोदयः उक्तवान् तत्र मातरं पृष्ट्वा वदामि इति उक्तवान् किमर्थं लिट् विषये एव अत्र पृष्टव्यम् इति उक्तवान् खलु सत्यं तर्हि अग्रे गच्छामः तृतीयप्रश्नः अतिदेशः केनचित् अतिदेशसूत्रेण प्रत्ययः निद्वत् अथवा किद्वत् इति भवति वा इति आं खलु तत्र निद्वत् सार्वधातुकम् अपि इत्यनेनैव निद्वत् भवति सा बहु सामान्यसूत्रमस्ति किदाशिशिष्य इत्यनेन किद् विधानं जातम् आसीत् तत्र प्रत्ययस्य अतिदेशसूत्रेण जातमासीत् अग्रे गच्छामः वा सामान्यम् अङ्गकार्यमिति गच्छामः. अस्तु तत्र अस्तु, कः न पठितवती भगिनी? तत्र सूर्यकुमारी भगिनी भवती पठति वा भगिनि? हा भगिनि, नमस्कारः. केनचन केनचित् अतिदेशसूत्रेण स्याप्रत्ययः निद्वत् नास्ति चेत् इगन्तधातूनां च लघु उपधाधातूनां च इकः गुणादेशो भवति. इगन्तधातवः सार्वधातुक अर्धधातुकयोः इत्यनेन धात्वन्तस्य इकवर्णस्य गुणो भवति. हित् नित् गित् नित् नित् भिन्न सार्वधातुको वा प्रत्ययपरः अस्ति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. कुत्र गुणः भवति इत्युक्ते कित् नित् गित् नित् नित् भिन्नप्रत्यय अस्ति चेदेव. उदाहरणमस्ति, नी योगः लुट्, नी योगः स्यात्, योगः तिप्, नी स्यति, सार्वधातुक अर्धधातुको नेष्यति इति भव अग्रे गत्वा सर्वत्र सिद्धतिन् प्रत्ययः प्रदर्श्यते. उदाहरणमस्ति, नियो योगः लृट्, तत्र स्याप्रत्ययः इननुकूलः अस्ति, तत्कारणेन सार्वधा अर्धधातुकप्रत्ययः अस्ति, तत्कारणेन सार्वधातुक अर्धधातुकयोः इत्यनेन गुणभविष्य गुणभूत्वा नेष्यति रूपम् आयाति. तदेव हु योगस्यति, तत्रापि होष्यति भवति ओकार गुणकार्यं. क्रु करिष्यति, तृ योगस्यति, तरिष्यति भवति. इगन्तधातुः सेट् अस्ति चेत् गुणकार्येण प्रापस्य एकारस्य च ओकारस्य क्रमेण अय च अव च आदेशो भवति यन्तावान्तसन्धि कृत्वा. उदाहरणमस्ति, सी योगः इष्यति, सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. से योगः इष्यति, तदनन्तरम् यचो यवायावः इत्यनेन अय आदेश भवति, सहिष्यति रूपम् आयाति. तदेव यू धातु इष्यति, यविष्यति रूपं भवति. अग्रे पठामि वा भगिनि? आं भगिनि, अत्र तु तत्र कित् कित् नित् गित् चेत् तत्र निति च इत्यनेन गुणनिषेधः भवति. तदनन्तरं निन्नित् अस्ति चेत् णिति च इत्यनेन तत्र वृद्धिः भवति इति कृत्वा भिन्नप्रत्ययानां सार्वधातुक अनेन सूत्रेण गुणः जायते इति खलु. आम् अस्तु भगिनि, तत्र अग्रेपि पूरयतु भगिनि. तर्हि सार्वधातुक अर्धधातुकयोः सूत्रविवरणमस्ति. इगन्त इगन्तङ्गस्य एकः गुणः भवति सार्वधातुक अर्धधातुके च प्रत्यये परे. सार्वधातुक सार्वधातुकञ्च अर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुक अर्धधातुकयोः अर्धधातुके तयोः सार्वधातुक अर्धधातुकयोः सार्वधातुक अर्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रं. मिदेर्गुणः इत्यस्मात् गुणः अनुवृत्तिः, अङ्गस्य अधिकारः, इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इकः स्थाने भवति. यत्र स्थाने नोक्तं येन विदन् विधि तदन् येन विधिस्तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इकः इकः अलोऽन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः. अनुवर्तिसहितसूत्रमस्ति, इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः सूत्रविवरणमस्ति. सार्वधातुक अर्धधातुकयोः इकः अङ्गस्य गुणः भवति. तदनन्तरं यचोयवायावः इत्यनेन ए ओ ऐ औ इत्येषां स्थाने क्रमेण अय अव आय आव इत्यादेशः भवन्ति अचुपरे. क्रमेण इत्युक्तं यदा सङ्ख्यामनुदेः समानाम् इति परिभाषासूत्रस्य सहायेन अयच अवच आय च आव च तेषाम् इतरेतरद्वन्द्वः अयवायावः एचः षष्ठन्त्यम् अयवायावः प्रथमान्तं द्विपदमिदं सूत्रम् इको एणचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति एचः अयवायावः अचि संहितायाम् तत्र यचोयवायावः सूत्रम् अस्ति. ये स्थाने ऐ ओ स्थाने औ ऐ स्थाने आय् औ स्थाने औ यदा सङ्ख्यमनुदेशः समानम् इति सूत्रेण यदा यचोयवायावः कुत्र भवति यदा सङ्ख्यमनुदेशः समानम् इति सूत्रेण अवगतम्. तदनन्तरं लघु लघुपदधातवः पठामि वा भगिनि? प्रश्नः अस्ति वा भगिनि? न न समीचीनमस्ति. धन्यवादः भगिनि. अन्य का? धन्यवादः. पठतु भगिनी अथवा सरला भगिन्याः पर्याय इति भाति. सरला भगिनी पठति वा भगिनि? अस्तु भगिनि. लघु उपपदधातवः पुगन्तलघुपदस्य च इत्यनेन धातोपधायां स्थितस्य लघु इक् वर्णस्य गुणः भवति यत् ञित् गित् ञित् णित् भिन्न सावधातुकः वा आर्धधातुकः वा प्रत्ययः परः अस्ति चेत् तु पुगन्तलघुपदस्य च इति अस्माकं परिचितसूत्रम् अस्ति इति. अनेन उपधायां स्थित लघु इक् वर्ण यत् अस्ति तस्य गुणः भवति यदि कित् गित् ङित् ङित् ङित् भिन्नप्रत्ययः अस्ति कारणं कि कित् ङित् ङित् अनेन बाधा भवति गुणस्य ङित् यदि प्रत्ययः अस्ति तत् वृद्धिः भवति त किन्तु पुगन्तलघुपदस्य अनेन केवलं गुणकार्यं भवति तु इति सार्वधातुकार्धधातुकयोः प्रत्ययः परे अस्ति तत्र गुणकार्यं भवति तस्य इति अस्माकं यत् प्रकृतसूत्रम् अस्ति तत् आर्धधातुकप्रत्ययः अस्ति तस्य कृते पुगन्तलघुपदस्य प्रसक्तिः भवति कारणं आर्धधातुकप्रत्ययः अस्ति. उदाहरणम् अस्ति लिख् लिख् योग इष्यति. वयं जानीमः अस्य इति प्रत्यय इडागम अनुकूल अस्ति तत्र इष्यति इति भवति स्य प्रत्ययस्य इडागम अनेन तत्र आदेशप्रत्ययं इष्यति भवति तु इष्यति इति तु लिख् यत्र अस्ति पुगन्तलघुपदस्य अनेन उपधायाम् इकारस्य एकार भवति लेख योगष्यति लेखिष्यति इति भवति. लिख् धातु इति तुदादिगणे धातुः अस्ति. यदि तुदादिगणे अस्ति तु लिखति तत्र लिख् योगश्च आगच्छति तत्र तुदादिभ्यश्च इति सार्वधातुकम् अपितनेन तत्र ङित्वत् भवति तत्र गुणकार्यं न भवति तु लट्टि लिखति भवति लुटि लेखिष्यति इति अस्ति इति स्मर्तव्यम्. मिद् मिद् धातु इति उपधायाम् इकारः अस्ति तु पुगन्तलघुपदस्य प्रसक्तिः भवति तु मिद् योगस्यति इति भवति इष्यति आगच्छति अत्र अपि मेदिष्यति इति भवति. वृष् यदि अस्ति इति उपधायां ऋकारः अस्ति तु वृष् योग इष्यति तद् वर्षति गुण भूत्वा वर्षति इति भवति. कृष् इति यद् धातुः अस्ति इति अस्माकम् आवल्यां तालव्यशकार आल्वाम् उदुपदधातुः अस्ति कृष् तत्र अन्यत् अस्ति अत्र कृष् योगस्य ति यत्र अत्र इदागमनं भवति कृष् तत् शकारस्य प्रथमं वृश्च वृक्षस्य जम् यज राज छशां च अनेन प्रथमं तालव्यशकारः भवति कारण किस्यति इति आददातकस्य अस्ति झलि पदान्ते अस्ति तु झलि अस्ति तस्य प्रसक्तिः भवति प्राप्तिः अपि भवति तत् कृष् भवति कृष् योगस्य अति इदानीं शकार मूर्धन्य तालव्यशकारस्य षडोकः अस्ति इत्य प्रसक्ति प्राप्ति भवति तो अत्र शकारस्य स्थाने क आगच्छति कृक् योगस्य अति भवति इदानीं आदेशप्रत्ययो एण्को ककार एण्को इति कुवर्गीय प्रथमवर्णं भवति तो अनेन स्यति अस्य सकारस्य मूर्धन्यशकारः भवति तो इति भवति क्रोष्यति इति रूपं भवति उपगन्तलघुपदशने को उकारस्य ओकार अभवत् सो क्रोष्यति क्रोक्ष्यति इति रूपं भवति क्रोक्ष्यति ककारशकारयो अनेन संयुक्त कक्ष आगच्छति क्रोक्ष्यति इति रूपम् आगच्छति यदि त्रिप् अस्ति त्रिप् अपि अस्माकम् आवल्याम् अस्ति अन्यत् आवल्यामपि अस्ति वेद् आवल्यामपि अस्ति तो रूपाणि त्रीणि भवन्ति अत्र तो त्रिप् यदि अन्यत् अस्ति तत् रूपं द्वयं रूपद्वयं प्राप्नुमः इति अस्ति अनुदात च ऋदु अनुदात च ऋदु उपधायां च अन्यतरस्याम् अनेन अम् आगमः भवति विकल्पेन यदि यत्र अम् आगम आगच्छति तत्र भवति त्रप् स्यति इति परे अस्ति तत्र आर्धसात्विकप्रत्ययपरे अस्ति तो तत्र त्रप् योगस्य भवति यदि गुणं भवति अन्यतरसां विकल्पेन तत्र तर्प् योगस्य भवति तो तत् स्यति इति रूपं भवति त्रप्स्यति अन्यत् रूपम् यत्र इडागम् अस्ति कारणकी वेत् अस्ति तत्र भवति गुण तर्प् पुगन्तलघुपदशनिने तर्पष्यति इति रूपं भवति इकार पुनः एणको आगच्छति तु आदेशप्रत्ययवदने इष्यति भवति तर्पष्यति इति रूपं भवति क्लिप् इदानीं क्लिप् अस्ति वेत् धातुम् आवल्याम् अस्ति स्वभावतः आत्मनेपदी अस्ति क्लिप् अनेन यदि क्लिप् क्लिप् योग अथ प्रथमं क्रिप् वयं धातु क्रिप् अस्ति तत्र क्रिपो क्रिपोरोल्लः अनेन क्लिप् अभवत् यदि क्लिप् अभवत् इदानीं पुगन्तलघुपचस्य अनिमे क्लर्प् क्लर्प् भवति क्लर्प् क्लप्स्यति साधु कल्प्स्यति इति भवति रूपं यदि इडागम अस्ति तत्र कस्यामि क्लप्स्यते इति भवति प्रथ क्लप्स्यते इडागमपि भवति आत्मनेपदी यदि अस्ति तत्र भवति कल्प्स्यते इति भवति तासी च क्लिप् अनेन क्लिप् धातु परस्मैपदी अपि भवति तो क्लिप् योजस्यति अत्र क्लप् कल्प्स्यति इति रूपं भवति तत्र इडागम नास्ति तु त्रीणि रूपाणि भवन्ति कल्प्स्यते कल्प्स्यते कल्प्स्यति इति सूत्रं पुगन्तलघुपदस्य च इति पुगन्त इति परिचितसूत्रं केवलं पुगन्तस्य लघु उपपदस्य एकगुणं भवति सार्वधातुक आर्धधातुकप्रत्ययपरे अनुवृत्तिसहितसूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक आर्धधातुकयोः सो पुगन्त अङ्गस्य इति विशेषं भवति तस्य विशेषणमस्ति पुगन्तलघु उपपदस्य च षष्ठीभक्तिस्थाने भवति लघु उपपदस्य इकः इति स्थाने अस्ति अत्र इकः अपि तस्य लघुपदस्य पुनः विशेषणम् इकः भवति. तत्र इकः स्थानी अस्ति, इकः ए ऊर् इति वर्ण व्यञ्जनानि आगच्छति. तत्र गुण इति प्रथमा विभक्ति, तत्र गुण विधानम् अस्ति. सार्वधातुक आर्धधातुकयो इति सार्वधातुकश्च आर्धधातुकौ तयोः इति भवति. सप्तमी विभक्ति द्वितीय षष्ठी सप्तमी द्वितीय इति परनिमित्तं भवति, परे अस्ति. प्रश्नः अस्ति अत्र, कृष् इति धातुः अनिट् अस्ति खलु, तस्य पुगन्तलघुपदस्य इत्यनेन कथं गुणः भवति? आर्धधातुकप्रत्ययस्य आर्धधातुकप्रत्ययः अस्ति न, अनिट् अस्ति, इडागमस्य अनिट् इडागम करोति, न त गुणबाधता न भवति इडागमस्य कृते. अस्तु अस्तु अस्तु, कोशिष्यति नास्ति क्रोशति अस्ति. अस्तु खलु, अवगतं भगिनि. अस्तु भगिनि, अहं पठामि. मृज् धातोः विषये, मृज् अस्ति, मृज् धातोः वृद्धिः, मृज् धातुः वेट्, अतः रूपद्वयं मृज् योगः स्यति. मृजेर्वृद्धिः इत्यनेन मार्ज् इति भवति, मार्ज् योगः स्यति. वृष वृष सृज मृज यज राज भ्राज शशांशः इति सूत्रेण तत्र तत्र षकारः भवति जकारस्य स्थाने, मार्ष् योगः स्यति इति भवति. तदनन्तरं स्तोः ष्टुनाष्टुः इति भवति खलु, स्तोः स्तुनाष्टुः इत्यनेन मार्ष् योगः स्यति इति भवति. न, तस्मात् पूर्वं जलां जशोन्त जलां जश् जशि इति इत्यनेन मार्ड् भवति, मार्ड् योगः स्यति. तदनन्तरं ष्टुनाष्टुः इत्यनेन तत्र मार्ड् योगः शति इति भवति. तदनन्तरं वृषभ्रश्च सृज साक्षात् तस्य भवति न, चोहोकु प्रबाद्य. आम् आं, सत्यं, तत्तु महोदयेन एव दत्तमस्ति भगिनि. तदनन्तरं किं जायते इति जलां जश्चषि इति जायते. तदनन्तरं ष्टुनाष्टुः जायते. तदनन्तरं तत्र खरीच इत्यनेन मार्क् इति भव तत्र किं भवति मार्क् इति भवति खलु, कथं भवति इति कर्तति मार्ड् इति किं भगिनि, मृजिर् इति मार्ट् मृजिर् मार्च् भवति. शकारस्य किं भवति, शकारस्य तत्र तत्र तु क्षम्यतां, शकारः भूत्वा तदनन्तरं षडोः कहसि इति भवति. शकारः षडोः कहसि सि प्रत्यये परे तु तत्र षडोः कहसि भवति, मार्क् भवति. तदनन्तरं तत्र किं भवति, तत्र आदेशप्रत्ययोः इत्यनेन सकारस्य सकारः भवति. तदनन्तरं पुनः करीच इत्येव भवति, सर्वत्र पतति इति कृत्वा तद् माक्षति इति प्राप्नुमः रूपं. खरीच इत्यस्य प्रसक्तिः नास्ति इति भाति, यतोहि अत्र मार्ज् यदा मार्ज् भवति पश्चात् वृश्च वृश्च इत्यनेन मार्ष् भवति, षडोः कस्य इति मार्क् मार्क् तस्य प्लस्ति आदेशप्रत्ययोः इत्यनेन मार्क्ष्यति इति. किमर्थं खरीच इत्यस्य प्रसक्तिः नास्ति इति वदति खलु, मार्क् इति अस्ति, रूपम् अभवत् खलु महोदये, अनन्तरम् आदेशप्रत्ययोः माक्ष्यति तदेव तिष्ठति खलु, अनन्तरं परिचय किमर्थं कार्यं करोति खलु, सर्वत्र पतति वृष्टिः, सर्वत्र पतति अवश्यं नास्ति खलु, न सर्वत्र पतति, कार्यं भवति एव, कार्यं तु भवति. अत्र क अस्ति चेत् पुनः क इति खरिचेति वक्तव्यं किं, पुनः कार्यं भवति, पुनः तदेव विधानं भवति, ककारस्यैव विधानं भवति. अस्तु अस्तु, कार्यं भवति, प्रसक्तिः अर्जुनेव वा, पर्जन्यवत् इति वा? आं भगिनि, पर्जन्यवत् तत्र तत्र कार्यं भवति, प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति खलु, तत्र बाधा किमपि नास्ति, प्रसक्तिः प्राप्तिः अस्ति, समानरूपं पुनः जायते, तावदेव अस्ति. ककारस्य ककारः एव आदेशः जायते. जलां चर्खरी इति अस्ति, इति कृत्वा तत् जायते एव. तदनन्तरं किमस्ति, यदागमः यत्र अस्ति तत्र मृज्योगः इष्यति, तत्र मृजर्वृद्धिः भूत्वा मार्जयोगः इष्यति, मार्जिष्यति प्राप्नुमः. मृजेर्वृद्धिः इति सूत्रं, मृजधातोः इकः वृद्धिः भवति सार्वधातुके चार्धातुके च प्रत्यये परे, अङ्गकार्यत्वात् प्रत्ययः परे अस्ति एव, अङ्गकार्यमस्ति इति कृत्वा अङ्गस्य इत्यस्य अधिकारे अस्ति. स च प्रत्ययः, यद्यपि न उक्तमस्ति तत्र अङ्गकार्यमिति, तत्र प्रत्ययः परे अस्ति इति अवगच्छामः, अङ्गस्य इत्यस्य अधिकारी अस्ति इति कृत्वा, सः च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकं वा अथवा धार्धदातुकं भवति एव, भवेदेव. यद्यपि सूत्रे न उक्तं सार्वधातुक सार्वधातुकम् आर्धदातुकम् इति, तथापि अङ्गस्य इति अस्ति इति कृत्वा प्रत्ययस्य विधानमपि जायते, अनुक्तम् इति कृत्वा उभयोः अपि तत्र कार्यं भवति. मृजेः षष्ट्यन्तं वृद्धिः प्रथमान्तं द्विपदमिदं सूत्रम्, इको गुणवृद्धिः इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ट्यन्तानुवृत्तिः अस्ति, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, मृजेः अङ्गस्य इकः वृद्धिः, वृषभ्रश सृज मृजर मृज यज राज भ्राजश्चशांशः इति, वृष भृज सृज मृज यज राज भ्राज तुक्सहितचकारान्तशकारान्ताः चकारान्तः अनन्तरं शकारान्तः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति जलिपदान्ते च इति. तदनन्तरम् अहं मन्ये अन्तिमवाक्यं पठामि, परिचितसूत्रमस्ति इति कृत्वा, वृष भ्रश सृज मृज यज राज भ्राजश्चशां शः जलिपदस्य अन्ते च इति अनुवृत्तिसहितसूत्रम्. अग्रेपि महोदयेन कारितं वा, पठितं वा? न इति भाति, तावद् पठितुं भगिनि. आम् आम्, कुटादय किति चेति तस्य परं इगन्तधातवः न कृतं, यथा भूयति इति तत् न कृतम् इति मम स्मरणं. पर्यन्तं कृतवन्तः गू धातु इति कृतवन्तः वयं, गू कृतं वा? अस्तु, अस्तु, तर्हि गू कुर्मः. तत् अग्रे कस्य क्रमः अस्ति, तत्र विमला भगिन्याः क्रमः अस्ति, भगिनी पठतु भगिनि. तर्हि किति च न पठामि, बहुवारं पठं पठितं खलु. प्रथमवाक्यम् अन्तिमवाक्यं पठतु भगिनि. यः प्रत्ययः गित् कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्यैव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः न भवति अनुवृत्तिसहितसूत्रं, किति च इकः गुणवृद्धिः न. अतः पञ्चत्रिंशत् कुटादयः धातवः अपि च विच् धातुः आहत्य षट्त्रिंशत् धातुभ्यस्य प्रत्ययः ङित्वत् भवति इति कारणतः ङिति च इत्यनेन गुणः निषिध्यते, यथा इगन्तधातुषु गु इति, गु इति कुटादिगणे अस्ति इति भाति. तेनैव एतत् सर्वं प्रस्तावना कृता अस्ति, एषा प्रस्तावना कृता अस्ति, गू स्यति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः. परन्तु गां कुटादिभ्यो अन्यणित् इत्यनेन कुटादिगणीयेभ्यः धातुभ्यः ङित् ङित् भिन्नप्रत्ययः ङित्वत् स्यप्रत्ययः भिन्न अस्ति, तेन ङित्वत् भवति, ङिति च इत्यनेन गुणनिषेधः. गू स्यति इति गोस्यति इति भवेत्, परन्तु अत्र गुणनिषेधस्य कारणात् गू तथैव तिष्ठति. अत्र स्यति इति उकारे परे अस्ति, तर्हि शत्वं भूत्वा गुष्यति इति रूपः निष्पद्यते. इङ्कोः इत्यनेन उ अस्ति, उकारस्य परे स्य अस्ति, तत् गुष् तस्य मूर्धन्यशत्वं भूत्वा गुष्यति इति रूपं. तथा एव कुयोगः स्यते कोष्यते इति भवेत्, परन्तु कुष्यते कुष्यते इति रूपं सिध्यति. इगन्तधातुः सेट् अस्ति चेत् अन्य कोऽपि करोति किं भगिनी? तत्तु न कृतं खलु केवलं कृतं तत् न कृतं नून् इति न कृतम् अस्तु अस्तु भगिनि तर्हि कु योगः स्यते तत्र आदेशप्रत्ययो कार्यं करोति आं पुनः करोति कार्यं करोति आम् धन्यवादः अद्य तु सर्वाः भगिन्यः सन्ति भ्राता कुत्र गता पुष्पा भगिनी नास्ति किन्तु महोदय अपि नास्ति आं सत्यं महोदय अद्य न आगमिष्यति प्रवासे अस्ति मणिमहोदयः अस्तु कुत्र गतवान् कुत्रचित् गच्छति इति सन्देशः धन्यवादः भगिनी शुभरात्रिः धन्यवादः भगिनी